नमस्कारः. सर्वेषाम् अस्माकं यन् गुर्वन्तधातूनां सार्वधातुकलकारेषु तिङन्तरूपाणि इति पाठः प्रति स्वागतं, पाठं प्रति स्वागतं. तत्र वयं स्मः अनुनासिकान्तदातवः. गतसप्ताहे सम्प्रसारणी दातवः दृष्टवन्तः. अस्मिन् सप्ताहे अन्तिमभागः अनुनासिकान्तदातवः इति. तत् कानिचन परिचितसूत्राणि एव सन्ति, तद् पठित्वा रूपं साधयामः. रघुपति महोदय. अस्तु. अनुनासिकान्तधातवः अनुदात्तोपदेशवनति तनोत्यादीनाम् अनुनासिकलोपो झलिक् इति. वन् धातुः अपि च अनुनासिकान्त अनुदात्त उपदेशदातोः अनुनासिकान्त तनादिधातोः अनुनासिकस्य लोपः भवति जलादिकित्नि प्रत्यये परे. अत्र पञ्चदशधातवः सन्ति. यङ्लुकि मन हन गम रम नम यम् इति षण्णाम् एव धातूनाम् अनुनासिकलोपः भवति. अत्र प्रायः एतत् अनुदात्त उपदेशदातवः एते. अस्मिन् सूत्रे तनोत्यादीनां गणनिर्देशेन भवति इति कृत्वा येषां यङ्लुकि अनुनासिकलोपः न भवति. यङ्लुगन्तानां धातुगण अभावात् वनति इति तु क्षिप निर्दिष्टम् क्षिप् इत्यनिर्दिष्टम् इति अस्ति. तर्हि यङ्लुकि तत्र वन् धातोः न भवति. मन हन गम रम नम यम् एते अनुदात्त उपदेशदातवः सन्ति इति कृत्वा वनति इति स्टिपा निर्दिष्टम् इति यङ्लुकि न भवति. तनोत्यादिनमिति तत्र गणनिर्देशनं कृतं. वयं स्टिपा अथवा गणनिर्देशनं कृतमस्ति चेत् अथवा कोऽपि अन्यः अस्ति खलु तत्र किमासीत् न जानामि, इदानीं मनसि नास्ति. अनुबन्धेन आम् अनुबन्धेन एकाच अस्ति चेत् तत्र न भवति इति अस्ति. अस्तु. तर्हि एते षण्णामेव तत्र अनुनासिकलोपः भवति कीर्तिनीति प्रत्यये परे. तर्हि तत्र द्वितीया भवति तत्र द्वितीया प्रथमा द्विवचने भवति अर्हति. यत्र जलादि कित् प्रत्ययः अस्ति. द्विवचने एव जलादि कित् प्रत्ययः सन्ति अतः तत्र भवति. अस्तु. बहुवचने मध्यमपुरुषे बहुवचने अपि भवति प्रायः. अस्तु. अग्रिमसूत्रपठनीयं पठनीयं वा? अग्रिमसूत्रस्य विषयः कः इति सूत्रम् अग्रे एव अस्ति. अत्र केवलं विषयः एव जनसनखनां सञ्जलोः. अत्र जन सन खन् येषां धातूनां नकारस्य स्थाने आकारादेशः भवति जलादिसन्प्रत्यये परे. जलादिसन्प्रत्यये परे जलादि कित् नित् प्रत्यये परे त्रयः धातवः जन सन खन् एतेषां तत्र जलादि कित् नित् प्रत्यये परे भवति. अग्रे तृतीय अस्ति अनुनासिकस्य किज्जलोः क्षम्यतां जन सन खन् येषां धातूनां नकारस्य स्थाने अस्वात्वम् अनुनासिकस्य किज्जलोः किति कित्निति अनुनासिकान्त अङ्गस्य उपधायाः दीर्घादेशः भवति. क्वि च जलादिकित्नि प्रत्यये परे अवशिष्टदातवः. उपर्युक्तद्वाभ्यां सूत्राभ्यां ये नवधातवः कथिताः तान् धातुन् अतिरिच्य अवशिष्टानाम् अनुनासिकान्तानाम् अनेन सूत्रेण उपधादीर्घः. अस्तु. तत्र मन हन गम रम नम यम् अत्र जलादि कित् नित् प्रत्यये परे तत्र अनुनासिकस्य लोपः भवति इति अस्ति. अपि च जनसनखन इत्येषां तत्र नकारस्य स्थाने आत्वं भवति. अन्यत्र सर्वत्र अनुनासिकान्त धातुः अस्ति चेत् उपधायाः दीर्घः भवति जलादि कित् नित् प्रत्यये परे. अतः नवधातूनामेव विशिष्टकार्यमस्ति. षड् धातूनां तत्र लोपः भवति. धातुत्रयाणां तत्र धातुत्रयस्य तत्र आत्वं भवति. अन्यथा उपदाय दीर्घः भवति इति अस्ति अग्रे कत्र कित्निच् प्रत्ययपरे सर्वत्र कित्निच् प्रत्ययपरे अस्ति तर्हि अग्रिमसूत्रमस्ति गमहन जनखन गसां लोपः किति अनङ्गे अजादि अस्तु अत्र अजादि कित्निच् प्रत्ययपरे किं भवति इति गमहन जनखन घस् अत्र गमहन जनखन गमहन जनखन गसां लोपः किति अनङ्गि अजादि कित्निच् प्रत्ययपरे लोपः भवति इति तत्र पञ्चदातवः सन्ति इति अस्ति अतः एतेन सूत्रे एतैः सूत्रैः एव वयं रूपं साधयामः अतः तत्र प्रथमत्रयं यदा भवान् उक्तवान् तत्र जलादिकित्मित् प्रत्यये परे अन्तिमसूत्रं केवलं तत्र अजादिकित्मित् प्रत्यये परे गमहन जनघन गसां नित्यनमि इति सूत्रं प्रथम अनुदात्त तत्रापि कित् अजादि अस्तु जलादिप्रत्यये परे तत्र लोपः भवति अजादिप्रत्यये परे अपि तत्र भवति खलु मन् अस्तु उपदा लोपः भवति अजादिप्रत्यये परे अजादि कित् कित् प्रत्यये परे उपदालोपः भवति उपदालोपः तद् कार्यं भिन्नम् अस्ति उपदालोपः भवति उपदा दीर्घ उपदा लोपः आत्वं लोपः इति तत्र सर्वदा क्रमः भवति मम सत्यं 6-4 इति अस्ति अङ्गकार्यमेव सर्वत्र 6-4, 37, 42 पञ्चदश किल 15 तदेव सामान्यसूत्रम् अनुनासिकस्य क्विजलोः ङिति इति सामान्यसूत्रम् अनन्तरं गमहनजन इति 98 अतः तत्र प्रथमसूत्रेण अनुदातवनतितनोत्यादि इति सूत्रेण तत्र अनुनासिकस्य लोपः भवति जलादिकित्नि प्रत्यये परे सनखनां सञ्जलोहो इति सूत्रेण जलादिकित्निप् प्रत्यये परे अनुनासिकस्य आत्वं भवति तृतीयसूत्रेण तु यत् सामान्यसूत्रम् अनुनासिकस्य क्विजलोहो इति इत्यनेन उपधादीर्घः भवति तत् भिन्नकार्यमेव भिन्न उपधादीर्घः भवति अन्तिमसूत्रेण गमहन जन घन घसां तत्र गम् हन् जन् खन् घस् एतेषाम् उपदा लोपः भवति अजादि कीर्तिङित् प्रत्यये परे जलादि आं सत्यं कार्यमपि किञ्चित् भिन्नं भिन्नमेव अस्ति पश्यामः धन्यवादः महोदय विजया भगिनी तत्र स्थानं प्राप्तं वा अनुनासिकान्तदातवः इति आङ्ग्लुगन्तपाठे अन्तिम पञ्चमबिन्दु अरुणा भगिनी अग्रे पठति वा मकारान्तानां नमस्ते आं भगिनि मकारान्तानां पदद्वे सति मा स्थाने नकारः मोनो धातोः अष्टमध्याये द्वितीयपादे चतुष्षष्टितमं सूत्रं मकारान्तस्य धातोः पदस्य नकार आदेशो भवति येन विधि तदन्तस्य इत्यस्य साहाय्येन महाधातोः इत्यनेन मकारान्तस्य धातोः इत्यस्यपि ग्रहणम् मध्ये मध्ये न श्रूयते भवत्याः ध्वनि इत्यस्य साहाय्येन नकार आदेशः पूर्णतया धातोः स्थानेन अपि तु अन्तिमस्य मकारस्य महषष्ट्यन्तं नः प्रथमान्तं धातोः षष्ट्यन्तं त्रिपदसूत्रं स्कोः संयोगाद्योरन्ते च इत्यस्मात् अन्ते इत्यस्य अनुवृत्तिः पदस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं महधातोः पदस्य अन्ते नः अधुना मकारान्त अनुनासिकदातवः वयं पठामः मकारान्तदातव पदत्वे सति पदान्ते मकारः अस्ति चेत् मकारस्थाने नकार आदेशः भवति. तेन सूत्रेण मोनो धातोः इति सूत्रेण मकारान्तस्य धातोः पदस्य नकार आदेशः भवति. येन विधि तदन्तस्य अन्तिम मकार वा मकारान्तस्य धातोः इत्यपि ग्रहणं केवलं न मकार अन्तिममकार अस्ति चेदपि भवति. तदेव भगिनि श्रूयते भगिनि? श्रूयते वा इदानीं? तत्र महाधातोः इत्यनेन न केवलं म इति धातुः परन्तु यस्मिन् धातौ अन्ते मकारः अस्ति तादृशधातोः अपि ग्रहणं भवति इति वदति येन विदुस्तदन्तस्य. तत्र विशेषणविशेष्यभावः यत्र अस्ति तत्र येन विदुस्तदन्तस्य इत्यनेन इत्यस्य कार्यं भवति परिभाषासूत्रस्य. अग्रे अपि पठतु भगिनि, अग्रिमसूत्रम् अस्ति मोश्च. मकारान्तानाम् अपदत्वे सति मा स्थाने नकारः मोश्च मकारान्तधातोः धात्वन्तमकारस्य स्थाने नकार आदेश भवति मकारे वकारे च परे. मकारान्तधातोः धात्वन्तमकारस्य स्थाने नकारादेशः भवति मकारवकारपरे. येन विधि ददन्तस्य इत्यस्य सहायेन महधातोः इत्यनेन मकारान्तधातोः इत्यपि ग्रहणम् अलोन्तस्य इत्यस्य सहायेन मकार आदेशः पूर्णतया धातोः स्थाने न अपि तु अन्तिमस्य मकारस्य मा च वा च मो तयोः मोः सप्तम्यन्तं च अव्ययपदं द्विपदं सूत्रं मोनो धातोः इत्यस्य पूर्णतया अनुवृत्तिः अनुवृत्तिसहितमस्ति महाधातोः नः मोश्च. ओके, अत्रापि मकारस्थाने नकार आगच्छति किमर्थम् अपदान्ते अस्ति चेत् अपि स्थाने नकारः भवति मोश्च इति सूत्रेण. सत्यं मकारे वकारे च परे तद् निमित्तमस्ति अत्र मोश्च इत्यस्य मकारे वकारे परे एव नकारस्य स्थाने नकारादेशः. परन्तु पूर्वतनसूत्रे तु मकारान्तधातुः भवेत् तावदेव पदान्तत्वं भवेत् मकारान्तधातुः भवेत् तस्य नकारः आदेशः भवति. तत्र आवली तु अस्ति एव, तत्र अग्रे यदस्ति तदपि पठित्वा वयं रूपं साधयामः अथवा मध्ये मध्ये अत्र आगन्तव्यं. भगिनी नुगतो अनुनासिकान्तस्य इति अस्ति किल स्टार् कृत्वा तद् पठतु भगिनि. नुगतो नुगतो अनुनासिकान्तस्य अनुनासिकान्त अङ्गस्य अदन्त अभ्यासस्य नुक् आगमो भवति यङ् यङ् लुकि च. अस्य सूत्रस्य अन्तर्गते वार्तिकमस्ति पदान्तवत् च इति वक्तव्यम्. अनेन अनुनासिकान्त अङ्गस्य अदन्त अभ्यासस्य नुक् आगमो भवति स च अभ्यासः पदान्त पदान्तत्वात् इति मन्तव्यम्. तस्मात् वा पदान्तस्य इत्यनेन परसवर्णविकल्पः अनुनासिकान्तधातुप्रसङ्गे सर्वत्र तदा कल्पनीयं यथा सङ्गं नाम यत्र अभ्यासः अदन्तः. प्रसङ्गः वदामि एकवारम् अनन्तरम् अवगन्तुं प्रयत्नं करोतु भगिनि. तत्र जङ्गम् इति प्रथमधातुः अस्ति किल, तत्र रूपद्वयं प्रदर्शितं ज अनुस्वारः तत्र गम् अनन्तरं जङ्गम् अनुनासिकवर्णः भूत्वा त तस्य विषये एव अत्र वदति मुगतो अनुनासिकान्तस्य इति. इदानीं वदतु भगिनी किम् अवदतम्. ओके, अत्र अङ्गमस्ति अनुनासिकान्त अङ्गम् अस्ति, अदन्त अभ्यास अस्ति. अत्र नुक् आगपदं नुक् आगमो भवति यङि यङ्लुकि च विषये धातु प्रक्रियायाम् अनुनासिकान्त अङ्गस्य अदन्त अभ्यास निमित्तमस्ति. अनुनासिक वर्णः अन्ते अङ्गस्य अन्ते अस्ति. अदन्त अभ्यासस्य न अवगतम्. अदन्त अभ्यास जङ्गम तत्र जङ्गम् इति अस्ति किल, तत्र गम् गम् गम् इति धातोः तत्र गम् गम् इति कुर्मः. अनन्तरं यदा अत्र हलादिशेषः सर्वं कृत्वा अनन्तरं तत्र ज गम् इति अवशिष्यते. समीचीनं. तत्र ज इति यद् अभ्यासः अस्ति तद् अदन्त अभ्यासः अस्ति. अनुनासिकान्त अङ्गस्य गम् इति अनुनासिकान्तम् अङ्गम्, तस्य अदन्त अभ्यासः ज, तस्य लुक् इति आगमः भवति. अतः लुक् कित् आद्यन्तौ टकितौ, अतः जन् गम् इति भवति. जकारः अकारः नकारः गम्. इदानीं जन् इति यद् भागः अस्ति तद् अनेन वार्तिकेन पदान्तवच्चेति वक्तव्यम् इति वार्तिकेन तस्य पदान्तत्वं भवति. पदान्तत्वम् इति मन्तव्यं, पदान्तत्वम् अस्ति इति स्वीकर्तव्यम्. यदा पदान्तत्वम् अस्ति तत्र वा पदान्तस्य इत्यनेन परसवर्णविकल्पः भवति, परसवर्ण आदेशः भवति. अतः एव रूपद्वयम्, एकस्मिन् रूपे केवलम् अनुस्वारः, अन्यत् रूपं यदस्ति तत्र तु परसवर्ण आदेशः. नष्टापदान्तस्य जलि वा पदान्तस्य, किमर्थं वा पदान्तस्य, किमर्थम् इत्युक्ते तत्र अभ्यासस्य पदान्तत्वम् अस्ति इति स्वीकर्तव्यम् अत्र. अवगतं किल. अतः सर्वत्र यदा पश्यति तत्र यत्र यत्र तत्र वा पदान्तस्य इत्यनेन परसवर्ण आदेशः भवितुमर्हति, सर्वत्र रूपद्वयं भवति, जङ्गं जङ्गम् अनन्तरं जङ्गन् इत्यत्रापि जङ्गन् तत्रापि अनुस्वारः तादृशं भवति. रूपद्वयं रूपद्वयम् इति भवति. समीचीनम्. अग्रे अपि किञ्चित् अस्ति, तद् परिचितमेव, किञ्चित् शीघ्रतया एकवारं पठामः. विजया भगिनी पठति वा? तत्र सूत्राणां केवलम् अनुवृत्तिः पर्याप्तम् इति चिन्तयामि. वयं पूर्वं पठितवन्तः परिचितसूत्राणि. अत्र तस्मात् अनन्तरं पञ्चमबिन्दुः अनुनासिकान्तदातवः इति, तत्र धातूनाम् आवलिः अस्ति, तस्मात् अनन्तरं सूत्राणि सन्ति. तत्र केवलम् अनुवृत्तिसहितसूत्रम् एकवारं पठतु भगिनि. अनुदात उपदेश एतदेव वा? अनुस्वारस्य परसवर्णः इति आरम्भं करोतु. यदा रूपं अस्तु महोदय, अनुस्वारस्य यै परसवर्णः, अनुस्वारस्य स्थाने परसवर्णः आदेशः भवति यै कृते परे अस्ति चेत्. अत्र वा पदान्तस्य अनुस्वारस्य परसवर्ण आदेशः वा भवति यै परे, अतः तत्र विकल्पेन भवति. अत्र निमित्तत्वात् नत्वम् अग्रे प्रक्रियावशात् यथासङ्गं नत्वं कर्तव्यम्. अतः छन् इति छन् छिन् रन् ऋन् इति मूलधातवः न तु छन् छिन् रन् ऋन्, किन्तु कण् धातोः कण् धातुः स्वभावेन नकारान्तदातवः. चेक्षिन् योगः ति, न च पदान्तस्य जलि इत्यनेन चेक्षिन् योगः इति. अत्र अटुकुपवाङ्नुं वियवायेपि इति सूत्रेण न च पदान्तस्य जलि इत्यनेन किमर्थमत्र ईति इति भवति? ओ अस्तु अस्तु, तत्र रूपद्वयं दत्तं, तत्र ती इति लट् रूपं, तत्र एकं धातु एकः धातुः अस्ति क्षीन् क्षिणु हिंसायाम् इति, तस्य यङ् लुगन्ते चेक्षिन् इति रूपं भवति, तत्र कुत्र नत्वं भवति कुत्र नत्वं न भवति इति, तत्र निमित्तत्वात् नत्वं यदा वयं प्रक्रियां साधयामः तस्मिन् समये नत्वविषये चिन्तनीयम् इति वदति, तत्र चेक्षिन् योगः ती इत्यत्र नश्चापदान्तस्य जलि इत्यनेन अनुस्वार आदेशः समीचीनं, तत्र तु अस्माकम् अट्कुप् इत्यनेन नत्वं न भवति, परन्तु यदा चेक्षिन् योगः ईति इति वदामः तत्र अट्कुप् वाङ्नुं व्यवाये अपि इत्यनेन नत्वं भवति, चेक्षिणीति इति रूपं भवति इति, केवलं तत्र कुत्र भवति इति तावदेव. अग्रे पठामि वा? आम् आम्. अनुदातो उपदेश वणति तनोति आदीनाम् अनुनासिकलोपो झलि इति, वन् धातोः अनुनासिकान्त अनुदात्त उपदेश धातोः अनुनासिकान्त तनादिधातोः अनुनासिकस्य लोपो भवति झलादि खित् नित् प्रत्ययपरे. अनुदात्तः उपदेश महोदय अनुवृत्तिसहितसूत्रं पठतु. अनुवृत्तिसहितसूत्रम् आम् आं महोदय, अनुवृत्तिसहितसूत्रम् अनुनासिक अनुदातो उपदेश वनति तनोत्यादीनाम् अङ्गस्य लोपः जलि नीति अस्ति चेत् अत्र अनुनासिकवर्णः लोपः भवति इति, अत्र अनुदात उपदेश वनति तनोति आदि इति सूत्रेण अनुनासिकवर्णः लोपः भवति इति तत्र दत्तं महोदय. अनेन आहत्य पञ्चदशधातवः निर्दिष्टाः, वणुधातुः द्वादिगणे अनुनासिकान्त अनुदात्त उपदेश धातवः यम् रम् नम् गम् हण् मण्, अनुनासिकान्त तनादिधातवः सनु क्षिणु क्षणु ऋणु तृणु गृणु वणु मणु, एषु धातुषु मन् धातुः द्विवादिगणे अस्ति, हन् धातुः अदादिगणे अस्ति, अष्टधातवः तनादिगणे सन्ति, अवशिष्टाः भ्वादौ एव, एषां धातूनाम् अन्ते स्थितस्य अनुनासिकस्य लोपः भवति जलादि कित् नित् प्रत्ययपरे अस्ति चेत्. अत्र परिगणितधातवः सन्ति, अत्र अपि अनुनासिकः अन्तिमवर्णः लोपः भवति, यदा भवति चेत् अत्र निमित्तं जलादि कित् नित् प्रत्ययपरे अस्ति चेत् एव अनुनासिकवर्णः लोपः भवति इति तत्र दत्तं महोदये. तत्र जनसनखनाम् इत्यस्यापि अनुवृत्तिः पठतु भगिनि एकवारम्. जनसनखनां सञ्जलोः इति सूत्रेण जनसन् कन् एते येषां धातूनां नकारस्य स्थाने आकार आदेशः भवति जलादि सन् प्रत्ययपरे जलादि कित्नित् प्रत्ययपरे च. अत्र अनुवृत्तिसहितसूत्रं जनसनखनाम् अङ्गाणाम् आत् झलि सञ्जलोः निति, अत्र परिगणितधातूनां जनसनखनाम् इति धातोः अङ्गस्य आत् आत्वं भवति, नकारस्य स्थाने आत्वं भवति, कुत्र भवति चेत् अत्र निमित्तमस्ति जलि सञ्जलोः निति इति अस्ति महोदय. सम्यक् धन्यवादः. अरुणा भगिनी अग्रिमसूत्रद्वयस्यापि अनुवृत्तिः पठति वा? आं भगिनि, लोटि अवकाट न तस्मात् पूर्वम् अनुनासिकस्य क्विजलोः निति. ओके एकनिमिषं भगिनि, करपत्रापगच्छति. ओके तस्मात् पूर्वमेव लोटि इति यद् अस्ति तस्मात् पूर्वमेव. ओके गमः न जन कसाम् इति अस्ति अनुनासिकस्य गमः न जन खन कसां लोपः कित्यनङ्गि अजादि कित् प्रत्ययपरे गम् हन् जन् खन् घस् येषां धातूनाम् उपधायाः लोपो भवति परन्तु अङ् प्रत्यय चेत् लोपः न भवति. अनुवृत्तिसहितं सूत्रमस्ति गम हन जन खन् घसाम् अङ्गानाम् उपधायाः लोपः अनिङि अचि तिनिति. ओके, सूत्रं वदति पञ्चद अनुनासिकान्तदातवः गम् हन् जन् खन् घसम् धातूनाम् उपधा लोप भवति, निमित्तमस्ति अजादि कित्नि प्रत्ययपरे अनङ् आङ् अस्ति चेत् न भवति. सत्यम्. तस्मात् पूर्वम् एकं सूत्रमस्ति, तदपि पठति भगिनि, अनुनासिकस्य क्विजलोहोम् इति. ओके, अत्र अनुनासिकान्त अङ्गस्य उपधायाः दीर्घ आदेशः भवति, क्वि च जलादि कित्नि प्रत्यये परे. अनुवट्टिसहितसूत्रमस्ति अनुनासिकस्य अङ्गस्य उपधायाः दीर्घः क्विजलोः निति. ओके, अत्र अनुनासिकवर्ण उपधा दीर्घः भवति, निमित्तमस्ति जलादि कित्तित् प्रत्ययपरे पूर्वसूत्रं लोपः भवति, परन्तु अधुना दीर्घः भवति. तत्तु अजादिप्रत्ययपरे अनुनासिकस्य सूत्रप्रथमसूत्रत्रयम् इत्युक्ते अनुदात्त अनुदात्त उपदेशवनति तनोत्यादीनाम् अनुनासिकलोपो जलीङिति इति सूत्रे तत्र अनुनासिकान्त अङ्गस्य लोपः भवति जलीङिति. द्वितीयसूत्रमस्ति जनसनखनां सञ्जलोः, तत्र जनसनखन परिगणितधातूनां नकारस्य स्थाने आत्वं भवति. तृतीयसूत्रमस्ति अनुनासिकस्य क्विजलोः ङिति इति, तत्र यद् तत्र अवशिष्टदातवः सन्ति किल, यत् पूर्वं तत्र प्रथमसूत्रे न परिगणितं, द्वितीयसूत्रे अपि न परिगणितं, यद् अवशिष्टदातवः सन्ति तेषाम् अनुनासिकान्त अङ्गस्य उपधायाः दीर्घादेशः भवति जलादि कित्तिङित् प्रत्यये परे. त्रयः अपि सूत्रत्रयमपि जलादि कित्तिङित् प्रत्यये परे एव. अन्तिमसूत्रम् केवलम् अन्तिमसूत्रं तत्र अजादि कित्तिङित् प्रत्यये परे, तदपि परिगणितानामेव गम हन जन घन घस येषां धातूना उपदालोपः भवति. समीचीनं वा? लोटि यद्विषयः अस्ति वयम् अग्रे आगत्य पठामः, लट् रूपं साधयामः. प्रथमं भगिनी भवती एव आरम्भं करोतु. गम् धातुः जङ्गम् जङ्गम् इति अस्ति. एकनिमिषं भगिनि. गम् गम् धातु अभ्यास भूत्वा जङ्गम् जङ्गम् इति रूपद्वयं जङ्गम् योगः ति जलादि पित् अस्ति, तत्र केवलं जङ्गम् जङ्गम जलिपरे सर्वदा तत्र किं भवति भगिनि? नश्चापदान्तस्य जलि इत्यनेन अनुस्वारादेशः भवति किल, तत्र अनुस्वारः मकारस्य स्थाने अनुस्वारादेशः सः. जङ्गं विभक्ति अद्य जल् अस्ति, पित् नास्ति न भगिनि? सत्यं. सत्यं तद् पित् नास्ति, पित् एव अस्ति, कित्तिङित् नास्ति, अतः अनुदात्त इत्यस्य प्रसक्तिः नास्ति. परन्तु नश्चापदान्तस्य जलि इत्यस्य तु सामान्यसूत्रं किल, तस्य प्रसक्तिः तु अवश्यं भवति किल. नश्चापदान्तस्य जलि इत्यनेन अपदान्तनकारस्य जलि परे तत्र अनुस्वारादेशः भवति. अनन्तरं तत्र यदा यदा नश्चापदान्तस्य जलि भवति तत्र अग्रिमं सूत्रं किं भवति? अनुनासिकपरसवर्णः. अनुस्वारस्य ययी परसवर्णः. अतः रूपं जङ्गं जङ्गन्ति जङ्गन्ति परिवर्तनं जातं किल. जङ्गम् इति मकारः अन्ते अस्ति, इदानीम् अनुस्वारस्य ययी परसवर्णः इत्यनेन परसवर्णादेशः जङ्गन्ति इति अभवत्. अतः तद् कार्यं मुख्यमस्ति अत्र. पित् प्रत्यये परे तद् कार्यमेव भवति. इति अजादि अजादि अस्ति परन्तु पित् अस्ति, अतः सूत्राणि न कार्यं करोति. जङ्गमीति समीचीनम् अपित् अस्ति, जलादि अस्ति, अपित् अस्ति, कित् अस्ति, जङ् अतः लोपः भवति, लोपः. सो जङ्गयोगः अतः जङ्गता भगिनि जङ्गतः जङ्गतः अनुदात्त उपदेश इति सूत्रे परिगणितधातुषु एकः गम् इति अस्ति, अतः तत्र अनुनासिकान्तस्य लोपः भवति जलादि कित्नित् प्रत्ये परे. अतः जङ्गतः आं भगिनि अग्रे अति अति अति जलादि अजादि अपि नित् अस्ति, अतः अजादि प्रत्ये अत्रापि लोपः भवति. पदसंज्ञा पदनास्ति अपदान्तस्य एव. जङ्गति जङ्गाति भगिनि तत्र उपदायाः लोपः भवति. गमः न जन इति सूत्रेण उपदा लोपः भवति, न तु अनुनासितस्य. जङ्गं योगः अति अनुपदा अकार अस्ति. जङ्मति जङ्मति इति रूपं सत्यं समीचीनम् अग्रे सि सि पित् हलादिपित् अस्ति, तत् कारणतः मौनस्वर भवति प्रथमं नष्टपदान्तस्य झ इति जङ्गं योगहासि जङ्गमसि भवति. तत्र अनुस्वार न कार्यं करोति सकारं समीचीनम् ईह ईसि ईसि अत्रापि अनुस्वर मनुस्वर भवति. अजन्तः अस्ति अजन्त अस्ति जलादि नास्ति जङ्गमसि जङ्गमीसि भवति समीचीनम् अत्रापि जलादि अपि अकित्मित् अस्ति, अतः अनुनासिकस्य लोपः भवति. जङ्गतः अन्यसूत्रमपि अस्ति भगिनि समीचीनं तदेव जङ्गतः जङ्गतः समीचीनम् मे अपि चलादि नास्ति, केवलं पित्तस्ति, जल् नास्ति, तथा जङ्गमि जङ्गमि एव भवति. तत्र मोश्च इति पठितवन्तः किल, मोश्यमकारान् सदातवनकारस्य स्थाने नकारादेशः भवति. ओके, सो जङ्गन्मि जङ्गन्मि जङ्गः जङ्मः. अत्र सर्वत्रापि मोश्च एव, मकारे मकारे परे किल, अतः सर्वत्र मोश्च इत्यनेन नकारः भवति. So, jangani, jangani, jangani, jangimi, jang, jangvaha, jangmaha. Sami, janganvaha, janganvaha, mosha, ityasya, karya. Anena, anunasikasya, nakara, desha, habam. Okay. Sami, chinam, dhanyavad. Dhanyavad. आम् महोदय, लोट् तत्र लोट् इति यद् भागः अस्ति तत् पठित्वा साधयतु महोदय. तत् परिचितमेव, परन्तु एकवारं कुत्र अस्ति लोट्? अस्ति अग्रे सूत्राणि सन्ति किल, तस्मात् अनन्तरं लोटि इति. हा, लोटि अस्तु. केषुचित् स्थलेषु तदेव खलु? आम् आम्. केषुचित् स्थलेषु असिद्धवत् अत्र अभवत् इत्यनेन आबीयकार्यप्रसङ्गवशात् अतो बेक्ग्रौण्ड् एकनिमिष अहं म्यूट् करोमि. एकनिमिष अहं तत्र इयर्फोन् उपयोगं करोमि. इदानीं प्रतिध्वनि भवति वा? महोदय धन्यवादः. इयर्फोन् नास्ति कृतवान्. अस्तु, केषुचित् स्थलेषु असिद्धवदत्र अभात् इत्यनेन आवीयकार्यप्रसङ्गवशात् अतो हेः इत्यस्य दृष्ट्या पूर्वकार्यम् असिद्धम् इति कारणतः हि प्रत्ययस्य लुक् न भवति. अस्य उदाहरणम् उपदिष्ट हन् धातोः प्रसङ्गे लभ्यते इति अस्ति. अस्तु, असिद्धवदत्र अभात् वयं दृष्टवन्तः आवीयकार्यमस्ति तत्र 6422 इति आरभ्य पर्यन्तम् अस्ति तत्र अध्यायस्य अन्तिमपर्यन्तं वा. हन्तेर्जः इति सूत्रमस्ति, हि प्रत्ययस्य स्थाने हि प्रत्ययस्य परे हन् धातोः स्थाने ज आदेशः भवति. हन्ते षष्ट्यन्तं ज प्रथमान्तं द्विपदविधं सूत्रं ज आदेश अनेकालतः अनेकालचित् सर्वस्य इत्यस्य इत्यनेन सर्वस्य स्थाने भवति दतो अन्तस्य. शा हौ इत्यस्मात् हौ इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः. अनुवृत्तिसूत्रमस्ति, हन्तेः अङ्गस्य जः हौ. अस्तु, तत्र अङ्गस्य इदानीम् अङ्गस्य हन् हन् धातु हन् इत्यस्य ज आदेशः भवति हि परे इति अस्ति. एतत् ज इति अनेकाल् इति कृत्वा सम्पूर्णस्य हन् स्थाने एव भवति इति अस्ति. तर्हि हन् योग हि ज हि इति अस्ति, इति स्थितिः अस्ति. इदानीम् अकारान्त अङ्गमस्ति जहि. अधुना अङ्गम् अदन्तं ह्रस्व अदन्तम् अङ्ग अस्ति, अतः अतोहेः इत्यस्य इत्यनेन हि प्रत्ययस्य लुक् विधीयते. अतोहेः वयं जानीमः ह्रस्व अकारात् अङ्गात् परस्य हि प्रत्ययस्य लुक् भवति इति. अनुवृत्तिस्य सूत्रमस्ति, अतः अङ्गात् हेः लुक् इति. असिद्धवतत्राभात् कमपि आश्रयम् अधिकृत्य आभीयकार्यं द्वितीयं समानाश्रितम् आभीयकार्यं प्रति असिद्धं भवति इति अस्ति. बस् इति अधिकारसूत्रेण बसंज्ञासम्बद्धकार्याणि भवन्ति षष्टाध्यायस्य अन्त्यपर्यन्तं वयं जानीमः. असिद्धवतत्राभात् इत्यनेन 6423 आरभ्य बस् इत्यस्य अधिकारस्य अन्तपर्यन्तं येषां कार्याणां नाम आभीयकार्यम् असिद्धवत् इति वयं जानीमः. असिद्धवत् इत्युक्ते यथा न अजनिष्यत इति अर्थः. सूत्रस्य विधानं जातं कार्यसिद्धं किन्तु अनेन सूत्रेण द्वितीयसूत्रं प्रति प्रथमस्य कार्यं यथा नाभविष्यत् अतः असिद्धवत् इत्युक्तं समानाश्रितं कार्यम् इति अर्थः उदेति अत्र इति अव्ययपदेन इति अस्मिन् अस्मिन् युग ट्वेल् अत्र अस्मिन् इत्यस्य सप्तम्यन्ते सप्तम्यन्ते अन्तत्वेन निमित्तत्वम् इति आशयः सूत्रं स्वयं सम्पूर्णम् असिद्धवत् अत्र अभात् वयं जानीमः तत्र किमपि समानाश्रितं कार्यम् अस्ति अभ्ययकार्यं भवति तर्हि द्वितीयसमानाश्रित अभ्ययकार्यं प्रति असिद्धं भवति इति वयं जानीमः तर्हि हन्तेर्जहि इत्यनेन सारि क्षमता हन्तेर्ज इति सूत्रम् इति इदानीं ज योगहि इति अस्ति इदानीं तत्र 6436 अस्ति अतो हे 6410 अस्ति यत्रापि अतो हे इत्यस्य प्रसक्तिः अस्ति परन्तु अन्ते असिद्ध अस्ति इति कृत्वा यत् ज इति असिद्धम् अस्ति अतो हे हे इत्यस्य कृते इदानीम् अतो हे इति पश्यति हन् एव पश्यति अतः तत्र कार्यं न भवति तत्र हि इति लुक् न भवति अतो हे हे इत्यनेन सम्यक् वा भगिनि आम् आम् सम्यक् एव द्वयमपि अभियक्षेत्रे अस्ति इति कारणेन अदादिगणे पठितवन्तः सत्यम् इदानीम् अस्य अत्र कः प्रसङ्गः इति अग्रिमपरिच्छेदे दत्तमस्ति तद् पठ सिद्धवत् कुत्र अस्ति भगिनि तत्र असिद्धवत् अत्राबाद् इत्यनेन एकनिमिष उपरि अस्ति वा इदानीं कुत्र अस्ति इदानीम् असिद्धः अधः अस्ति असिद्धवत् अत्राबात् इत्यनेन अतोहे इति सूत्रस्य दृष्ट्या हन्त्यर्जः इति सूत्रेण यत् कार्यं जातं तत् कार्यम् असिद्धम् अस्ति अतः अतोहेः इत्यस्य दृष्ट्या हन् धातोः स्थाने ज आदेशः न जातः तस्मात् अङ्गम् अदन्तः नास्ति अतोहेः कृते अतः अतोहेः इत्यनेन हि प्रत्ययस्य लुक् न भवति इति अस्ति यथा हन् योगैः ज योगैः इदानीम् अतोहे इति न पश्यति ज इति अकार अदन्तभङ्गम् इति हन् एव पश्यति अतः जहि इति अस्ति प्रायः अत्र न प्रस अत्र न प्रदर्शितं महोदयेन तत्र अस्माकं विवक्षा अत्र अस्मिन् जङ्गम् इत्यत्र अथवा अग्रिमधातोः तत्र विषयः कः इत्युक्ते तत्रापि यदा हि इति प्रत्ययः अपित् किल तत्र अनुदातनि वनति तनोत्यादि इत्यनेन तत्र अनुनासिक अङ्गस्य लोपः भवति समीचीनं तत्रापि अदन्तम् अङ्गं शिष्यते जङ्ग अथवा किमस्ति अजङ्ग इति जङ्गयोगः हि इदानीं तत्र अतोहेः इत्यस्य प्रसक्तिः अस्ति वा इति प्रश्नः तत्रापि अनुदातवनति तनोत्यादि इति अपि 6-4 तद् आभियक्षेत्रे एव अस्ति अतोहेः अपि आभियक्षेत्रे अस्ति इदानीं यत् कार्यं तद् अनुदातवनति तनोत्यादिना इत्यनेन कृतं तद् अतोहेः न पश्यति सिद्धम् अस्ति अतः अतोहेः कार्यं न करोति तद् किमर्थम् अत्र न योजितम् पूर्वमस्ति वा नास्ति तदेव वयं सर्वं पठितवन्तः एव किल तदेव तदेव अत्र अस्य प्रसङ्गः तदेव किमर्थम् अत्र एतादृशम् उक्तम् इत्युक्ते तत्र अनुदात्त वनति तनोत्यादि तद् अनन्तरम् अतोहेः द्वयोः मध्ये तत्र सङ्घर्षः स्पष्टमस्ति वा अरुणः अवगतं वा पुनः वदतु तत्र यदा जङ्गम् इति भवती लोट् लट् उक्तवती किल लोटि जङ्गं योगः कि इति प्रत्ययः कि इति प्रत्ययः अपित् अस्ति अपित् अपित्वात् तत्र ङित्वत् अतः तत्र तद् सूत्रं किम् आसीत् अनुदात्त वनति तनोत्यादि अनुदात्त उपदेश वनति तनोत्यादि इति सूत्रेण तत्र अनुनासिकस्य लोपः भवति मकारस्य लोपः भवति जङ्ग अकारः अस्ति हि इति प्रत्ययः अस्ति अतः तत्र अतोहेः इति सूत्रस्य प्रसक्तिः अस्ति इदानीं तत्र सूत्रद्वयमपि आदीयक्षेत्रे अस्ति, अनुदात उपदेशवनति तनोत्यादिसूत्रं 6437 अतोहेः तु 6415 अतः तत्र आदीयक्षेत्रे अस्ति इति कारणेन अतोहेः सूत्रम् अनुदातवनति तनोत्यादि इति सूत्रेण यत् कार्यं कृतं, यत् कार्यं किं मकारलोपः, तद् अतोहेः न पश्यति, सिद्धमस्ति अतोहेः दृष्ट्या तद् कार्यम् असिद्धमस्ति, यदा असिद्धमस्ति तद् अतोहेः इत्यस्य प्रसक्तिः अत्र न भवति, इदानीमपि मकारः अस्ति इति चिन्तयित्वा तस्य कार्यं न भवति। अवगतं वा? जङ्गहि इति भवति, किमर्थं तत्र जङ्ग इत्येव भवेत् खलु, अतो हे इति भवति चेत् तत् न भवति, तद् न भवति, सर्वत्र तदेव चिन्तनं भवति, प्रायः यत्किमपि धातुः अत्र उक्तं सर्वेषामपि तादृशं भवति। किमर्थम् इत्युक्ते सर्वत्र तु तस्य अनुनासिकान्तस्य लोपः भवति एव किल, अतः यत्र अदन्तम् अस्ति अङ्गं तत्र तादृशचिन्तनम्। महोदय, भवान् लोट् रूपाणि वदति वा? अस्ति वा महोदय? रघुपति महोदय म्यूट् जातम्। हा, क्षम्यतां भगिनि, म्यूट् मध्ये आसम्। अस्तु, जङ्गं योग तु इति अस्ति तत्र, जङ्गं योगतु अत्र किमपि नास्ति, जङ्गं योगतु जङ्गन्तु इति अत्र मकारस्य नकारः भवति, क्षम्यतां, मकारस्य अनुस्वारः अनुस्वारस्य परस्वर्णः खलु तत्र, आम् सत्यं, जङ्गन्तु जङ्गं योग ईतु अत्र जङ्गमीतु इति भवति, जङ्गं योग तात् इति अस्ति, जङ्गं योग तात् इति अस्ति, इदानीं जङ्गं योग तात् इति अपि प्रत्यय अस्ति, कित् जलादि कित् अस्ति इति कृत्वा अनुनासिक अनतितनोत्यादीनाम् इति तत्र अनुदात्तोपदेश खलु, अनुदात्तोपदेश अस्तु तत्र, तर्हि तत्र अनेन सूत्रेण लोपः भवति, अतः जङ्गं तात् इत्यस्य जङ्गतात् इति भवति, जङ्गतात् इति अस्ति, जङ्गं योग ताम् अत्रापि मकारस्य लोपः भवति वदतितनोत्यादीनाम् इत्यनेन तत्र अनुदत्तोपदेश धातु अस्ति, अतः जङ्गं योग तात् जङ्गतात् इति भवति, जङ्गं योग अतु इदानीं जङ्गं योग अतु अस्ति तत्र जङ्गं गं खलु तत्र तत्र उपदा लोपः भवति गमः क्षम्यत किम् अस्ति जनसनकन गमः न जनकनगसां लोपः किति अनङ्गि इत्यनेन अजादि कित्निप्रत्यये परे उपदा लोपः भवति, तर्हि जङ्गं योग अतु इति अस्ति, जङ्म इति जङ्म इति भवति, जङ्म योग अतु जङ्मतु इति भवति, जङ्मतु जङ्मतु, जङ्गं योग हि इति अस्ति, तत्रापि हि इति अस्ति, तत्र मकारस्य लोपः भवति जङ्ग इति भवति, जङ्गहि इति भवति, अग्रे जङ्गं योग तात् जङ्गतात् मकारस्य लोपः कित् प्रत्ययः अस्ति इति कृत्वा नित्प्रत्ययः जलादिकित् नित्प्रत्ययः अस्ति कृत्वा मकारस्य लोपः जङ्गतात् जङ्गतं जङ्गता इति तत्र सर्वत्र जलादिकित् नित्प्रत्ययः अस्ति, तर्हि अग्रे जङ्गं योग आनि जङ्गं योग आनि एतानि एते सर्वे प्रत्ययाः पितः सन्ति, अतः अत्र किति अनङ्गि इत्यनेन तत्र उपदा लोपः न भवति, जङ्गं योगानि किमस्ति कोऽपि अन्य अस्ति वा, जङ्गमानि जङ्गवा वा जङ्गमाम इत्येव भवति, जङ्गमानि जङ्गमाव जङ्गमाव, तर्हि जङ्गन् जङ्गन्तु जङ्गमीतु जङ्गतात् जङ्गतां जङ्मतु जङ्गहि जङ्गतात् जङ्गतं जङ्गतं जङ्गत जङ्ग जङ्ग जङ्गं खलु जङ्गमानि जङ्गमाव जङ्गमाम सत्यं तत्र मोश्च मोनोधातोः तस्यापि प्रसक्तिः नास्ति पदान्ते नास्ति मकारः अतः मोनोधातोः न भवति परे मकारः वकारः नास्ति अतः मोश्च अपि न भवति तर्हि तत्र जनाः अयोध्याम् अयोध्यां द्रष्टुं जङ्गमतु जङ्मति जङ्मति इति भवति जङ्मति इति जङ्मतु आङ्ग्या प्रार्थना अपि तदपि वक्तुं शक्यते अहं अहम् अयोध्यां द्रष्टुं जङ्गमानि जङ्गमानि समीचीनं जङ्गमानि धन्यवादः महोदय विजया भगिनी लङ् जङ्गम् इति अर्थं किं महोदय गम् इत्युक्ते गच्छति जङ्गम् इत्युक्ते वारं वारं गच्छति अतिशयेन आमामां यङ्ग् लुकिङ्ग् आम् वारं वारं दृश्यते वा गच्छति गच्छति एव पुनः लङ्लकारः इत् इत् तं ताम् उः इस् इहि सन्त अं व म अस्ति अत्र धातुः तु यङ् लुक् न यगन् यङ्गन्तला धातुः जङ्गम् इति भवति इदानीम् इत् अस्ति अत्र तकारः अतित् अस्ति अतः किमपि कार्यं नास्ति एव आमामामामामां पित् अस्ति पित् अस्ति चेत् अत्र पित् अस्ति चेत् अत्र अत्र मकारस्य अनुस्वारः भवति वा महोदय नच पदान्तस्य जलि इत्यन्ति लङ् लकारः अतः प्रथमं कार्यं किं सर्वत्र अडागमः भवति एव लुङ् लङ् लुङ् अडुदातः इत्यनेन सर्वत्र अडागमः भवति अतः अजङ्गं भवति अजङ्गं योगः प्रत्ययः एतत् लोप अपृक्ते अल्गभ्य दीर्घात् श्रुति सपृक्तम् इत्यनेन तकारस्य लोपः भवति अनन्तरम् अत्र मकारस्य स्थाने नच्च पदान्तस्य जलि अनन्तरम् अनुस्वारस्य एकरसवर्णः एतत् भवति वा अत्र सूत्रमेव नश्च अपदान्तस्य जलि किल पदान्तमस्ति अतः तत्र कार्यं न भवति अपदान्तम् अन्यत् सूत्रमस्ति किल मकारान्तधातुः अस्ति चेत् तत्र मकारस्य स्थाने नः नकारः भवति मोनोधातोः सूत्रमेव कुत्र भवति महोदय 8.4 वा 8.2 वा अत्रैव करपत्रे अस्ति वा करपत्रे अस्ति वा तदेव अहम् इदानीमेव अरुणा भगिन्या पठितं मोच इति अस्ति मकारान्तदातवः मकारस्य स्थाने नकारः भवति अतः तत्र आ ज इङ्ग अजङ्गन् इति भवति अजङ्गन् तावदेव अनन्तरम् ईतु अस्ति ईतु तु अत्र ईतु अत्र केवलं योजयतु भगिनि एकनिमिषम् अजङ्ग अत्र अत्रापि अत्रापि मोचो अजादि धातुवन्त मकारान्तधातोः धात्वन्तः मकारस्थाने नकारः अत्र मकारम् एतत् अत्र किमपि कार्यं नास्ति अतः तत्र आज इङ्ग अजङ्गमेतु इति भवति अजङ्गमेतु अनन्तरं अनन्तरम् अत्र तामस्ति चेत् अत्र अत्र मकारस्य लोपः भवति खलु महोदय अनुदा वनति अनुदात्त उपदेश वनति तनोत्यादि इत्यनेन मकारस्य लोपः भवति अतः तत्र अज इङ् अजङ्ग अजङ्गताम् इति भवति सम्यक् अजङ्गताम् अजङ्गत इति भवति अनन्तरं सकारः अस्ति अत्र आमाम् अजङ्गताम् अजङ्ग अजङ्गुः वा तत्र उपदा अकार लोपः भवति अजङ्मुः गामाहान जान गान गसां नित्यनङ्गि आम् गमहान जन कण गसां लोपः न्यक्ति न्यत्यनङ्गि अथवा तत्र गमहन जन् खण् गस् एतेषां धातुषु उपदायाः लोपः भवति अतः अकारस्य लोपः भवति अज इङ् अजङ्मुः भवति अजङ्मुः अजङ्मुः अनन्तरम् अत्र इस् अस्ति अज इङ् अजङ्ग अजङ्गं योगः इस् अस्ति अत्र अत्र अपि अत्र सकारस्य हल्यभे दीर्घात् स्तुतिसप्तृक्तम् इत्यनेन सकारस्य लोपः भवति इदानीम् अत्र पदान्ते अस्ति अतः तत्र कार्यं किमपि नास्ति एव खलु महोदय अत्र मोः मोः इत्यनेन मकारस्य नकारः भवति अतः तत्र अज इङ्गन् अजङ्गन् इति भवति समीचीनं वा महोदय समीचीनं अत्र वर्णमेलनमेव अज अज इङ्ग अजङ्गमीहि इति भवति अजङ्गमीहि अनन्तरं अनन्तरं तत्र अत्र वनति उपदेशम् उपदेश वनति तनोत्यादि इति सूत्रेण अत्र मकारस्य लोप न अनुनासिकः लोपः भवति अतः तत्र अङ्गतम् इति भवति अजङ्गतम् अजङ्गतम् इति भवति अजङ्गतम् इति भवति अजङ्गत अनन्तरम् अम् अत्र पित् अस्ति अतः तत्र पित् अस्ति चेत् अत्र अपदान्त पित् अम् अस्ति वर्णमेलनमेव खलु महोदय अजङ्ग अजङ्गमम् इति भवति वा अजङ्गमम् अजङ्गमम् अजङ्ग अजङ्ग अजङ्गमाव अत्र मोच इत्यनेन मकारस्य स्थाने नकारः भवति अतः तत्र अजङ् अजङ्व अजङ्म इति भवति अजङ्गन्व अजङ्गन्म इति भवति धन्यवादः अरुणा भगिनी विधिलिङ्ग् उक्त्वा अग्रिमधातुः स्वीकरोतु भगिनि भगिनि विधिलिङ्ग् सर्वे अपि अस्ति परन्तु यत् या प्रथम जल् नास्ति केवलं वर्णमेलं यजमानि सत्यं जङ्गमया जङ्गम्यात् जङ्गम्यात् जङ्गम्यात् जङ्गम्ययुः जङ्गम्युः जङ्गम्याः जङ्गम्यास्तं जङ्गम्यात जङ्गम्याम जङ्गम्याव जङ्गम्याम समीचीनम् अग्रिमदातुः भगिनि हन् जङ्घन् हन् हन् दातु अत्रापि समानकार्यमेव भवति हन्नां सत्यम् समानकार्याणि एव भवति यत्र विशिष्टमस्ति तदेव वदतु भगिनि अथवा रूपाणि एव वदतु लोट्लकारे एव अत्र लट् लट् लट् लकारे नश्च पदान्तजलेतनेन नकार तने अनुस्वरः तदनन्तरं तकार अस्ति अनुस्वरान्तस्य परसवर्णः अन्यै रूपं जङ्घ जङ्घन्ति एव भवति इति वर्णमेलनमेव जङ्घन्नीति जङ्घन्न अतः अत्र अपि जलादि अपि नकारलोपः भवति जङ्घतः जङ्घ अजादि अपि अस्ति अति अत्र उपदालोपः भवति सत्यं जङ्ग जङ्घति जङ्घति जङ्घति सति अत्रापि किं कार्यम् अनुस्वरस्य न भवति मनुस्वर न भवति अनुनासि नास्ति मनुस्वर भवति वदति जल् अस्ति केवलं नश्चापदान्तस्य जलि एव तत्र परसवर्णः न भवति तावत् जङ्घन्ति जङ्घन्ति ईसि अत्र वर्णमेलनमेव जङ्घीषि जङ्घनीषि मध्यं पश्य भगिनि लट्लकारः किल तः ओके तः अत्रापि प्रथमं जलादि पित् अपित् अस्ति अतः मकार नकारलोपः लोपः भवति जङ्घतः जङ्घत अमि अत्रापि मोश्च सूत्रेण मकारस्थाने नकार आगच्छति अनुस्वर अनुस्वरस्य कार्यमस्ति जङ्घम्नि जङ्घन्नि जङ्घन्नि जङ्घन् जङ्घन्वः जङ्घन्मः समीचीनम् तत्र मोश्च इत्यनेन हन्दातुः घन् इति वा तत्र न भवति सत्यं हन् इत्येव धातुः किल अस्ति चेदेव यत् नकारः दृश्यते तद् धातोः नकारः एव जङ्घन्वः जङ्घन्मः इति न धातोः नकारः लोपः न क्षम्यतां मकारस्य नकारः न भवति नकारः एव तिष्ठति मकारः नास्ति अन्यत्र सर्वत्र समीचीनमेव आं धन्यवादः अत्र जङ्घन् इति अहम् इदानीं मम मनसि नास्ति कथं वा अभवत् इति जङ्घन् इति हन् हन् इति वा हन् हन् इदानीम् अस्ति हन् हन् क्षम्यतां खलु अनन्तरं हन् इति अस्ति खलु हन् इत्यस्य किं भवति अत्र हन् इत्यस्य भवन्ते निम्नेषु तत्र किमस्ति केन सूत्रेण भवति इति अत्र तत्र आसीत् खलु तत्र होहन्ते नकारस्य निम्नेषु इति वा तेन ग्रन्थि इति वयं दृष्टवन्तः अत्र एकः हकार नकारः अस्ति चेत् गकारः भवति इति ग्रन्थि इति परन्तु अत्र कुत्र अस्ति हन् खलु अत्र केन सूत्रेण भवति हन् दातु को हन्ते निम्नेषु वयं दृष्टवन्तः दातु नास्ति एतत्तु अनुनासिकान्तधातुः किल अनुनासिकान्तधातोः हन् धातोः अभ्यासाश्च हकारस्य स्थाने कवर्ग आदेशः भवति तदे ध इति आदेशः हन् अभ्यासाच्च 6, 7, 3, 55 तत्र किं भवति इत्युक्ते हन् हन् इति अस्ति तत्र हकारस्य स्थाने कवर्गादेशः इत्युक्ते घ घ हन् इति भवति अनन्तरम् अभ्यासाच्च अनन्तरं जहन् इति भवति अभ्यासस्य खलु अभ्यासस्य अभ्यस्तस्य कथं भवति एकनिमिषं 7355 किल तनकरपत्रे एव आसीत् किल अत्र क्षम्यताम् अभ्यासात् परस्य हन्तेः कुत्वम् अस्तु अस्तु अभ्यासात् परस्य खलु इदानीम् यद् हन् इति धातुः अस्ति तस्य हकारस्य कुत्वं भवति अभ्यासाच्च इति सूत्रेण अभ्यासात् उत्तरस्य हन्ति हकारस्य कवर्गादेश अस्तु कवर्ग आदेशः भवति अतः प्रथमं हन् हन् समीचीनम् हन् हन् इदानीं तत्र हलादिशेषः ह हन् इदानीं तत्र इत्यनेन जहन् इदानीम् अभ्यासाच्च इत्यनेन हकारस्य कुत्वं जन् इदानीं तत्र तत्र नुगतो अनुनासिकान्तस्य इति सूत्रेण नुक् आगमः भवति जङ्गन् परसवर्णात् भूत्वा जङ्गन् इति पदान्तत्वं स्वीकृत्य आगतं अभ्यासाच्च इत्यनेन अभ्यासाच्च इति सूत्रेण तत्र दत्तमस्ति अत्र अस्माकं करपत्रे नास्ति वा नास्ति इत्र अत्र नास्ति दत्तं नास्ति अत्र नास्ति वयं पूर्वतनकरपत्रे अस्ति समीपे भगिनि यङ्गन्तदातवः अत्र अस्ति भगिनि ओ न पूर्वतनकरपत्रं किल ओ 7 दातकपत्रम् 7355 अत्र धनं दत्तम् अन्दातोः यङ्गन्तदातु नङ्गन् इति भवति नकारान्तदातु एतद् नुक्कागमः एव तत्र गम् इत्यत्रापि भवति गङ्गं गगं जगं जङ्गम् परन्तु एतद् अभ्यासात् च इति सूत्रस्य कार्यं तत्र नास्ति, तदेव भेदः. अस्तु, जङ्गम् जङ्गम् योग तु इति जङ्गम् योग एकं च जङ्गं खलु जङ्गं जङ्गं योग तु जङ्गन्तु इति भवति, अत्र मकारस्य नकारः भवति. जङ्गं योग इतु जङ्गम् इति वर्णनिर्णयम् जङ्गं योग तात् इति अस्ति, जङ्गं योग तात् इति अस्ति. तत्र जङ्गं योग तात् तत्र मकारस्य लोपः भवति वनतितनोत्यादीनाम् इत्यनेन जङ्गयुगतात् जङ्गतात्. तर्हि ताम् इति अस्ति, तत्रापि मकारस्य लोपः जङ्गताम् इति भवति. जङ्गं योग अतु जङ्गं योग अतु इति अस्ति, तत्र तत्र जनः जनः न कश्च अस्ति वा तत्र गमहन गमहन जनकन लोपक् इति अनङ्गि इत्यनेन तत्र तत्र जङ्घम् इति जङ्घन् खलु जङ्घ्न जङ्घ्न जङ्घ्नयोगात् जङ्घ्नतु इति भवति. जङ्घ्नतु मकारस्य अत्र अनुनासिक जङ्घम् इति जङ्घम् इति जङ्घन् जङ्घन् खलु जङ्घ्नतु इति जङ्घन् क्षम्यतां जङ्घन् जङ्घ्न जङ्घ्न योग अतु जङ्घ्नतु इति भवति. जङ्घ्नतु इति अस्ति जङ्गं योग हि जङ्गं योग हि इति अस्ति, तत्र अत्रापि मकारस्य लोपः भवति वनति तरति जङ्घ जङ्घैः इति भवति जङ्घहि इति एव जङ्घतात् जङ्घतात् इति एव तत्र तत्र मकारस्य लोपः जङ्घतं जङ्घतं जङ्घत इति भवति. जङ्गं योग आनि तत्र नास्ति जङ्गं योग जङ्गमानि जङ्घमा जङ्घं खलु जङ्घं जङ्घं जङ्घमानि जङ्घमाव न न जङ्घनानि जङ्घनाव सारि जङ्घन् जङ्घनानि जङ्घनाव जङ्घनाम. अस्तु एकवारं पुनः वदामि जङ्घं जङ्घं जङ्घन्तु जङ्घन्तु जङ्घमीतु जङ्घतात् जङ्घतां जङ्घ्नतु जङ्घ्नतु इति भवति. जङ्घहि जङ्घतात् जङ्घतं जङ्घत क्षम्यतां जङ्घन् जङ्घनानि जङ्घनाव जङ्घनाम. समीचीनं सम्यक् धन्यवादः. विद्या भगिनी लङ्लकारे साधयति वा? आं महोदय, अत्र सर्वत्र अडकम् अभवति. प्रथमम् इत् अस्ति, अत्र ज इङ् ग इन् जङ्घन् इति भवति. अत्र प्रथमम् अत्र अल्गाभ्य दीर्घात् श्रुति सप्तम् इत्यनेन तकारस्य लोपः भवति. इदानीं ज इङ् ग इन् जङ्घन् भवति. अत्र पदान्ते अस्ति, अत्र जङ्घन् हन् इति दातुः खलु महोदय. महोदय अत्र म्यूट् करणीयं महोदय. अहं म्यूट् कृतवती, भगिनी वदतु. किमपि नास्ति, गमहनजनकसाम् इति तु अजादि कित्मित् प्रत्यये परे एव किल, अतः अजङ्घन् इत्येव रूपं. हन्दातोः किमपि अन्यत् अस्ति वा? किमपि कार्यं नास्ति अत्र, अजादि कित्मित् प्रत्यये परे एव, परन्तु अत्र एतत् अत्र किमपि नास्ति एव, अतः अजङ्घन् इत्येव भवति अत्र. अनन्तरम् अजङ्गन् नीतु इति भवति, अजङ्गनीतु खलु महोदय. अजङ्गन्नीतु सत्यम् अजङ्गन्नीतु इदानीम् अत्र तामस्ति तामस्ति चेत् अत्र अज इन् ग इन् भवति अजङ्गन् इदानीम् अनुदात उपदेश वनति तनोत्यादि इत्यनेन उपादायं लोपः भवति अतः अजङ्ताम् इति भवति चतुर्थवर्णः अजङ्गताम् इति भवति अनन्तरं उः भवति उः अस्ति चेत् अत्र वर्णमेलनमेव अजङ्गतुः इति भवति अजङ्गुः गमः न जन गमः न इत्यनेन अत्र गमः न जन आम् आम् अत्र गमहन् जन् खन् गस् इति अत्र हनुधातोः उपादायं लोपः भवति अतः तत्र अजङ्क्ताम् इति भवति वा अजङ्घ्नुः अजङ्घ्नुः अजङ्घ्नुः इति भवति अजङ्घ्नुः आमां नकारः तिष्ठति एव अजङ्घ्नुः इदानीम् अत्र इस् अस्ति अज इन् ग इन् अजङ्गन् भवति अजङ्गन् योगः सकारः अय्याभ्यदीर्घात् अपृक्त हल् वर्णः लुप्यते अत्र सकारस्य अतः तत्र पदान्तं भवति अजङ् अत्र अपि अत्र अनुदात उपदेश वनोति तनोत्यादि इति सकारपरे वा महोदय अत्र सकारे परे न भवति किति निति प्रत्यये परे जलादि अत्र अतः एतत् कार्यं न भवति एव अजङ्गन् एव तिष्ठति अनन्तरम् ईः अस्ति अज अजङ्गन् ईः ईः अस्ति एतत् पित् अस्ति अजादिपित् अस्ति अजादिपित् अस्ति चेत् अत्र अजङ्गनीः इति एव भवति कार्यं किमपि नास्ति एव अजङ्गनीः अजङ्गनीः इति भवति अनन्तरं तम् अस्ति पूर्वमेव दृष्टवन्तः अत्र अत्र नकारस्य लोपः भवति खलु महोदय सत्य अजङ्गताम् इति नकारस्य लोपः अनुना अनुदात उपदेश वनोति तनोत्यादि इत्यनेन नकारस्य लोपः भवति अतः तत्र अजङ्ग अजङ्गताम् इति भवति अजङ्गतम् इति भवति अजङ्गतम् अजङ्गत अजङ्गतम् अजङ्गत अनन्तरम् अम् व म अस्ति अत्र अजङ्गम् इति भवति अजङ्गनम् अजङ्गनं किमपि कार्यं नास्ति अम् अस्ति अत्र अत्र अम् अजङ्गनम् अजङ्गनम् अनन्तरम् अजङ्ग्व इति भवति वा अजङ्ग इन् व एव तत्र कार्यं किमपि नास्ति अजङ्गन् अजङ्गन् व अजङ्गन् म इति भवति कार्यं किमपि नास्ति सत्यं नकारान्तः इति कृत्वा कार्यं किमपि नास्ति अजङ्गन्म अरुणा भगिनी विधिलिङ्ग वदति वा आं भगिनि विधिलिङ्ग प्रत्ययः सर्वे कित् अस्ति जल् नास्ति अतः वर्णमेलनेव जङ्घयात् जङ्घयातां जङ्घिः जङ्घन्यात् जङ्घन्यातां नकारः नकारः तु अस्ति एव जङ्गुः जङ्गन्याः जङ्गन्यातं जङ्गन्यात जङ्गन्याव जङ्गन्याव जङ्गन्याव समीचीनम्. अग्रिमधातुः स्वीकरोतु भगिनी. जन् जन् जन् जन् इति भवति. ओके. जन् जन् जन् जन् योगः अस्ति अत्र. प्रथमं मौनस्वर भूत्वा जन् जम् किमर्थं जङ् जङ्ति एव भवति. जङ् जङ्ति इति जङ् जङ्ति जङ् जङ्ति भवति. अतः अत्र नकारलोपः भवति भगिनि. तत्र धनसनघनां भवति. जञ्जातः जञ्जातः अति अदादि अस्ति. अतः उपादायाः लोपः भवति. जङ्गन्नति न अति इति प्रत्ययः किल. जङ्घाति जञ्ति तत्र ज्ञा इति भवति किल. तत्र शित्वं भवति जञ्ति जङ्ति. अवगतं वा कथम् इति अवगतं वा भगिनि? वदतु. अत्र अजाति अपित् अस्ति. अतः जन जनसनखनां सञ्जलोः सूत्रेण आत्मं भवति. नकारस्य स्थाने आत्मं भवति. तद् तद् जलादिकीर्तिमित्तप्रत्ययपरे अजादिः. अतः तत् चतुर्थसूत्रं गमः न जन इत्यनेन उपदालोपः भवति. अति जङ्घति भवति. घ नास्ति खलु तत्र इति भवति. जकार नकार जकार ञकार ज्ञा इति भवति खलु. चित्वं भवति भगिनि. तद् ज्ञानं ज्ञा भवति. जञ्ज्यति इति रूपं. तत्र जकारः अस्ति, चवर्गस्य पञ्चमवर्णः अस्ति. अनन्तरं तत्र जकारः अस्ति. अनन्तरं तत्र नकारः अस्ति. अनन्तरं अति किल. इदानीम् उपादायाः लोपः भवति. अतः जञ्ज् योगः नति. जञ्ज् इत्यत्र जकारः जकारपरः नकारः अस्ति. नकारस्य इदानीं श्चुत्वं भवति. सवर्गस्य पञ्चमः भवति. इदानीं यदा वयं योजयामः तत्र जङ्ति इति रूपम् आगच्छति. अवगतं वा भगिनि? शुत्वकार्यमपि अस्ति. प्रक्रिया अपि कठिन, उच्चार अपि कठिन अस्ति. आम्, उच्चारणं बहु कठिनं. जङ्ति इति किमपि कष्टं. जन् जन जननं किल जन् बहु अति अस्ति. अत्र कोऽपि नास्ति. अत्र अनुस्वर अनुस्वरस्य शै नास्ति. जङ्गन्सि जङ्गन् नास्ति एव. जञ्जनति एव नास्ति तत् सर्वे अनु नासिकया उच्चारणं करणीयम् अतः किञ्चित् क्लेशः अत्र एका अस्ति अपरा अपि अनुस्वारः अस्ति अतः किञ्चित् क्लेशः यङ् अत्र सः अपि तस्य जलादि अस्ति जङ्घता जङ्घ जञ्जाताः आत्वं भवति सञ्जलोः जङ्घातः जङ्घातः जङ्घात खलु ओ ओ ओके जञ्जातः जञ्जात अग्नि अत्र मोश्च इति सूत्रेण न नकारान्तः भगिनि अतः किमपि कार्यं नास्ति अत्रापि मोश्च मकारान्तेषु एव जङ्घनि जञ्जन्नि जञ्जन्नि ओ जञ्जन्नि जञ्जन्नि जञ्जन्नि अत्रापि जञ्जन्वाः जञ्जन्माः समीचीनं तदेव महोदय लोट् वदति वा अनन्तरं समापयामि क्षम्यतां भगिनि अहं नास्ति गच्छामि जञ्जन् जञ्जन् यत् तु अत्र जञ्जन्तु इति केवलं वर्णमेव जञ्जन्तु इति भवति जञ्जन्तु जञ्जन् योग ईतु जञ्जनीतु इति भवति जञ्जन् योग तात् अत्र आत्वं भवति सूत्रम् एकवारं तत्र सूत्रं किम् अस्ति जनसनखनां जञ्जातात् जञ्जातात् खलु जञ्जातात् ताम् इत्यस्ति जञ्जाताम् इति अस्ति अस्ति जञ्जन् योग अतु जञ्ज्ञतु जञ्ज्ञतु इति भवति अत्र जञ्ज्ञतु इति तत्र लोपः भवति अनन्तरं शुत्वं भवति जञ्ज्ञतु इति भवति जञ्जन् योग हि इति अस्ति अत्रापि तत्र आत्वं भवति जञ्जाहि इति भवति जञ्जातात् जञ्जातात् जञ्जातं जञ्जात जञ्जन् जञ्जन् योगानि जञ्जनानि जञ्जनाव जञ्जनाम इति समीचीनं तदेव लङ् अपि समानरीत्या एव आगच्छति अतः वयम् अग्रिमसप्ताहे अग्रिमदातुं प्रति गच्छामः यत्र समानकार्याणि सन्ति तत्र वयं केवलं रूपाणि वदामः अथवा वयं यङ्ग्लुके एव 2024 अन्तपर्यन्तं भविष्यामः आम् अग्रिमसप्ताहे प्रायः नूतनपाठस्य आरम्भं कुर्मः अथवा किञ्चित् बोर् भवति एतत् समीचीनं वा समानरीत्या एव आगच्छति सर्वत्र एतानि चत्वारि सूत्राणि एव पुनः पुनः तस्य कार्यं भवति प्रायः यङ् धातुः पर्यन्त यङ् पाठः प्रति गच्छामः अग्रिमसप्ताहे बहु बहुदिनेभ्यः वयम् एतदेव बहु दीर्घः पाठः आसीत् अस्तु अग्रिमसप्ताहे यङ् इति पाठं प्रति गच्छामः तत्रापि पुनः एते दातवः एव आगच्छन्ति अतः तस्मिन् समये किञ्चित् चिन्तनं पुनः आम् आम् समीचीनं वा अस्तु धन्यवादः धन्यवादः महोदय शुभरात्रिः नमस्कारः नमस्ते